ॐ नीनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् प्रश्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। ओके, गीता भवती आरम्भं करोतु। वयं पर्यन्तं पठितवन्तः पूर्णसूत्रार्थं प्रथमपेराग्राफ् द्वितीयपेराग्राफ् समाप्तं तृतीयमपि अहं चिन्तयामि समाप्तं भुगन्तस्य इत्यस्य एतस्य समाप्तं न गीता अस्ति वा न आम् अस्ति भगिनि अस्मि अस्मि ओके अतः यावत्पर्यन्तं वयं पठितवन्तः इति अहं चिन्तयामि किञ्चित् कन्फर्म् करोतु इदानीं पुगन्तस्य आरभ्य पठामि वा न पुगन्तस्य एतत् वयं पठितवन्तः एतत् धातोः आवली अस्ति न अत्र आम् समापितवन्तः इति अहं चिन्तयामि परन्तु पठितुम् इच्छति चेत् पठतु अन्यथा अग्रे गच्छतु अस्तु भगिनि पुगन्तस्य इत्यस्य सूत्रसहितं रूपं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपादायां यः इक्वर्णः सः लघुः नास्ति चेदपि गुणादेशः भवति अर्त्रि अर्ति ह्री व्लि रि तूयि श्मायां श्वायाथां पुग्नौ इति सूत्रेण ऋ ह्रि व्लि रि तूयि श्मायि इत्येषां धातूनाम् अकारान्तधातूनां च इक् आगमः भवति पुक् आगमः भवति निच् प्रत्यये परे यथा धा धातुः लटि ददाति निचि धापयति धा प्लस् निच् अनुबन्धलोपे धा प्लस् इ पुगागमः धा प्लस् पकारः प्लस् इ दापि इति निजन्तधातुः दापि योजनं शप् योजनं ति दापयति एतादृशीषु स्थितिषु धातु निच् प्रत्ययोः मध्ये पुक् आगमः पुगागमः भवति यथा दापि इति धातो धाप् धापि इति धातोः धाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते पुक् अन्ते यस्य तत् पुगन्तम् यावत्पर्यन्तं तु वयं पठितवन्तः किं स्मरणे अस्ति वद वक्तुं शक्नोति किं भगिनि यत् पठितवती स्पष्टीकरणम् आम् प्रयत्नं करोमि भगिनि पुगन्तस्य सूत्रसहितं पुगन्तस्य अङ्गः अङ्गस्य इकः गुणः इक्वर्णस्य गुणः सार्वधातुक आर्धधातुकयोः तत्र अङ्गस्य उपादायाम् इक्वर्णः लघु नास्ति चेदपि गुणः भवति गुणः प्राप्नोति गुण आदेशं प्राप्नोति तत्र ऋ धातु ह्री व्लि रि क्लूय् श्माय् अनन्तरम् आकारः धातुः धातुः तत्र पुग पुक् आगमः भवति तेषां धातूनां पुक् आगमः भवति निच् प्रत्यये परे यदा निच् प्रत्ययः धातोः अनन्तरम् आगच्छति तदा आगमः भवति आम् आम् पकारस्य आगमः इत्युक्ते पकारः कुत्र आगच्छन् शक्यते निच् अनन्तरं पठामि वा तर्हि निच् प्रत्यये परे आकारान्तधातूनां पुगागमः भवति यथा दा दाप् दापि दापयति परन्तु तत्र पुगन्त अङ्गस्य उपधायाम् आकारः दाप दाप् अतः गुणकार्यस्य प्रसङ्गः एव नास्ति किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषाम् उगन्त अङ्गस्य उपधायाम् इक् स्वरः अस्ति यथा ऋ ह्रि व्लि रि येषाम् उगन्तम् अङ्गम् ऋप् ह्रीप् व्लीप् रीप् अत्र यद्यपि उपधायां ह्रस्वैकवर्णः लघु उपधा नास्ति चेत् नास्ति चेदपि दीर्घ इक्वर्णः तथापि उगन्धलघुपदस्य च इत्यनेन उगन्ध अङ्गस्य दीर्घ इकः गुणः आदेशः भवति ऋप् अर्प् ऋप् अर्प् भवति ह्रीप् ह्रेप् भवति व्लीप् व्लेप् भवति रीप् रेप् भवति किञ्चित् स्पष्टीकरणं करोतु कोऽपि धातु स्वीकरोतु वयं लिखित्वा पश्यामः किं धातु वदन्तुम् इच्छति वा तेषां किं चिनोतु किं स्वीकरोति निच् धातुः न कोऽपि एकः धातु स्वीकरोतु उदाहरणार्थम् अस्माकम् अस्ति एतत् सर्वम् उत्तरं तु अस्ति कथं प्राप्तं तत् वयं पश्यामः पश्यतु अत्र भवती एव पठितवती आम् द्विधातोः पुगागमानन्तरं ऋप् भवति परन्तु तत् अर्प् भवति ह्रीप् किं ह्रीधातोः पुगागमानन्तरं ह्रीप् इति भवति तस्य सेप् इति रूपं भवति किञ्चित् स्पष्टीकरणं कर्तुं प्रयत्नं कुर्मः आं भगिनि ओके धातु किम् ऋ करोमि वा व्लि करोमि वा ऋ न ओके धातु ऋ अस्ति ओके तत्र वयं निच् योजयामः आम् निच् योजयामः चेत् ई भवति निच् योजयामः अनन्तरं शप् धातु गच्छामः ऋप् भवति न ऋप् अधिकं पकारः ऋ अनन्तरं निच् स्थाने किम् आगच्छति ई भवति ई भवति ओके परन्तु इदानीं निच् आगतम् अतः किं कर्तव्यम् निच् प्रत्यये परे पकारः आदेशः भवति निच् प्रत्ययस्य योजनं करोमि चेत् उपागमः कर्तव्यम्. ओके, तदा किं भवति? उप् आगच्छति. अनन्तरम् अस्माकम् ईतो तत्र अस्ति एव. इत्युक्ते निच् यत् प्रत्ययः वयं योजितवन्तः तस्य अवशिष्टभागः अथवा उपयोगभागः कियस्ति? इदानीं उप् विषये वदतु. एवमेव तिष्ठति वा? ऋ अनन्तरं किम् आगच्छति? किम् आगच्छति? इकारस्य पूर्वं निच् प्रत्ययस्य पूर्वं पकारः आगमिष्यति. उप् स्थाने केवलं पकारः तिष्ठति. किमर्थम्? किमर्थम्? उगन्तलघुपदस्य. सत्यं, परन्तु उपागमः इत्युक्ते आगमः भवति चेत् कित् इत्संज्ञा ककारः इत्संज्ञा भवति, अतः सकारः आगमिष्यति. केन सूत्रेण? ककारस्य इत्संज्ञा केन सूत्रेण भवति? सार्वदा विस्मृतवती भगिनि. विस्मृतवती. हलन्त्यम् इदानीं स्मरामि. हलन्त्यम् इति सूत्रेण एतदेव सुब्रह्मण्यं महोदय उक्तवान्, इदानीमेव उक्तवान्. आम् भगिनि, आम् भगिनि. ओके, उकारस्यापि अहं चिन्तयामि तत्र अनुनासिक उकारः अस्ति, अतः गच्छति इति अहं चिन्तयामि. अन्यथा केवलं पकारस्य किं पकारः एव तिष्ठति. केवलं पकारः तिष्ठति. आम्, इदानीं अनुनासिक उकारः अस्ति वा महोदय? अनुनासिक उकारः अस्ति. अस्ति वा? चिन्तयामि. सुब्रह्मण्यं चलीन सत्यं वा? ओके, अग्रे गच्छामः. आम्, इदानीं किम् अवशिष्टभागः आगच्छति? ऋकारः योजनं, पकारः योजनम्, इकारः ऋपि इति भवति. तदा किं भवति? ऋपि ऋपि ऋकारस्य ऋकारः अर् भवति इदानीम् उपदा उपदायां ऋ अस्ति ऋकारः इति कारणेन लघुपदा. अतः अस्माकं मिस्टे किम् आगच्छति? इदानीं गुणकार्यं भवति. आम्, ऋ अर् भवति. ऋ यदस्ति तस्य अर् इति आगच्छति, अनन्तरं कर कार. आम्, भगिनी वाय्स् इस् गेटिङ्ग् ब्रोकन्. प्लीस् अदर्श न योर् वाय्स् इस् ब्रेकिङ्ग्. केन् प्लीस् गीता भगिनी अण्ड् उमा भगिनी स्टे अन्म्यूट् प्लीस् अदर्श इफ् यु केन् अन्म्यूट् म्यूट् प्लीस्. ऐ डोण्ट् नो हू इस् ओके. अन्यथा अहं हेड्फोन् स्वीकरोमि वा? इस् इट् ओके नौ? तदेव अहं वक्तुम् इच्छामि भगिनि. भवत्याः ध्वनिः बहु न्यूनं ओके तिष्ठतु एकनिमिषम् ध्वनिः सम्यक् अस्ति महोदय सम्यक् श्रूयते हलो हलो इदानीं सम्यक् अस्ति भगिनि सम्यक् अस्ति ओके चलो इदानीम् अर्तिपर्यन्तं अर्तिपर्यन्तं जातं ज्ञातं न आं भगिनि ओके अग्रे गच्छामः एवमेव अन्य यत् यत्किमपि अस्ति एवमेव स्वीकृत्य क्रीतृष्य अपि द्रष्टुं शक्नुमः ओके कन्नम्मा भवती कर्तुम् इच्छति वा क्रीतृषये आं भगिनि क्रीत् यत् अस्ति रूपं इति क्री इति धातु अस्ति न अधिकं निच् प्रत्यय निच् प्रत्यय तत्र किं भवति ह्री अधिकम् इ ह्री अधिकम् इ परन्तु मध्ये किम् आगच्छति पुक् पुक् आगच्छति न पुक् आदेशः भवति अतः ह्री अधिकं पुक् पुक् पुक् अधिकम् अधिकम् इ तदा ह्री ह्री अधिकं पकारः पकारः अधिकम् इकारः इदानीं उपागमः अस्ति अतः ह्र इ अधिकम् इ अधिकं पकारः अधिकम् इ भवति तत्र अधिकम् इ अधिकम् अधिकं पकारः पकारः अधिकम् इकारः तदनन्तरं यदस्ति तस्य स्थाने गुणवर्णः किम् एकारः भवति एकारः ईकारस्य स्थाने एकारः एकारः पकारः इकारः वर्णमेलनेन किं भवति ह्रेप् पकार इकारयोः पि इति आगच्छति न अवगतम् अवगतम् अत्र पुगन्तलघुपदस्य च सूत्रम् उपयोगं कृत्वा अत्र दीर्घ अस्ति चेत् अपि तस्य गुणः तस्य गुणः भवति भवति ओके अस्तु अत्र पश्यतु पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः ओके अवगतम् अवगतम् अग्रे गच्छामः सर्वे आं भगिनि ओके कन्नम्मा अग्रे पठतु महोदय अत्र they're trying to tell that pugantas angasya dirgha api dirgha ika api guna bhavati guna bhavati okay. ha परन्तु रि उदाहरणं सम्यक् नास्ति कारणं तत्र दीर्घ नास्ति तत्र लघु एव कुत्र लघु एव अस्ति अतः समस्या नास्ति परन् अतः एव अहं रि अपि स्वीकृतवती रि यदा वयं स्वीकुर्मः अन्यथा व्लि स्वीकुर्मः रि स्वीकुर्मः तत्र सर्वत्र भवती सर्वेषां धातूनां न भवति केचन विशिष्टदातवः एव तत्र समस्या नास्ति ओके अस्तु दत्तमस्ति कारणमस्ति किमर्थमित्युक्ते ऋ यद्वादिगणे धातुः अस्ति अत्र आदेशः अस्ति धातु आदेशः अस्ति ऋच्छ इति कारणात् अत्र शपत्यस्य परे अपि ऋच्छति एव भवति अत्र गुणकार्यं न भवति इवन् शपत्ये डजन् हापन् तत्कारणात् एव गुणं सूचयति निष्पत्ये परे सो इत्युक्ते ऋ धातु ऋ केवलं ह्रस्व ऋकारः किं द्वादिगण शपत्ये परे अपि ऋ धातोः ऋच्छत ऋच्छ इति आदेशः धातुवादेशः वादिगण आल्सो लट्लकारे ऋच्छति भवति नाट् दि अर्थि कारणात् एव दट् इस् द रीसन् वै ऋ इस् इन्क्लूडेड् इन् दिस् स्पेशल् ओके कन्नम अग्रे लट् लकारे ऋप् अर्प् अर्पि अर्पयति ह्रीप् ह्रेप् ह्रेपि ह्रेपयति व्लीप् व्लेप् व्लेपि व्लेपयति रीप् रेप् रेपि रेपयति इति रूपाणि सम्भवति अग्रे अलो So that is again that goes after you make that hrep then again by yachavayavayah okay hrepi paryantam agatam idane hrepi nutana dhatu asti okay yeah hrepi asmakam haste yat asti tad nutana dhatu asti तत्र किं योजयामः शप् न शप् योजयामः सिप् योजयामः इदानीं ह्रेप् इदानीम् अनुबन्धलोपे कारणेन ह्रेपि अधिकम् अकारः अधिकम् टि अधिकं टि ओके इदानीं अधिकम् इ सम्यक् रे इ अधिकम् इ अधिकं पकार अधिकम् अधिकम् इ इ अधिकं परम् अधिकम् अकार अधिकं सि अधिकं टि ओके इदानीं सार्वधातुकार्धधातुकयोः तिंशत्त्वेन सार्वधातुक आर्धधातुकयोः इति सूत्रेण इकारस्य गुणः भवति एकारः भवति तदा अधिकं पकार अधिकं एकार अधिकम् अकारः अनन्तरम् अस्माकम् अकार तु अस्ति एव अधिकम् अपि अस्ति अस्ति अत्र एकारः सूत्रेण भवति तत्र हिरे अधिकं पकारः अधिकम् अय ऐ ऐ अधिकम् अकारः अधिकम् अकारः अधिकं ति अधिकं ति वर्णमेलनेन वर्णमेलनेन क्षेपयति प पकार अकारयोः प सम्पूर्ण प यकार अकारयोः सम्पूर्णय अधिकं ति अविष्ट ओके सर्वे अवगतवन्तः प्रश्नाः सन्ति यावत्पर्यन्तम् एवमेव प्रोसेसिङ्ग् अभ्यासरूपेण किं वीप् विषये रीप् विषये अपि प्रयत्नं कुर्वन्तु ओके इदानीमेव कर्तव्यं चेत् वदन्तु अन्यथा अहं तत् गृहकार्यम् अथवा अभ्यासरूपेण कर्तुं शक्यते इति मन्ये इति अहं मन्ये अग्रे गच्छामः ओके अस्तु भगिनि अस्तु अस्तु समस्या अस्ति चेत् सम्पूर्णतया कुर्मः अन्यथा अग्रे गच्छामः ओके एकं तु दर्शितवती अत्र एवमेव अवशिष्ट धातवः ये सन्ति तेषां कृते अपि एवमेव कर्तुं शक्नुमः ओके ओके मुत्तुलक्ष्मी नमो नमः महोदय नमो नमः चुरादिगणविषये इदानीं किञ्चित् पश्यामि भगिनी अलोन् अलोन्त्यात् पूर्व उपदा इति एकं वा ओहो क्षम्यतां हा ओके पठतु अलोन्त्यात् पूर्व उपदा वर्णसमुदायस्य यः अन्तिमवर्णः तस्मात् पूर्ववर्णस्य उपदासंज्ञा भवति संज्ञासूत्रम् अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वः प्रथमान्तम् उपदा प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्ण अन्त्यात् अलः पूर्व उपदा अन्तिमवर्णः अलः तस्य पूर्व यत् वर्णः अस्ति तत् उपदा तस्य नाम उपदा तस्य नाम उपदा यत्किमपि वर्णः अल् इत्युक्ते किम् अल् सर्वे स्वरव्यञ्जन सर्वे हा व्यञ्जनयोः किं मेलनम् ओके अल् इत्युक्ते सर्वाणि अक्षराणि अक्षराणि इत्युक्ते अन्तिम अक्षरस्य पूर्वस्थाने यत्किमपि वर्णः अस्ति तस्य नाम उपधा ओके आं भगिनि एतत्तु वयं पूर्वमेव दृष्टवन्तः अत्र सूत्ररूपेण दत्तमस्ति ओके आम् इदानीं चुरादिगणविषये पठामः पठामि वा पठतु चुरादिगणे चुरादिगणे पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः चुर् चोरयति तुल् तोलयति घुष् घोषयति चुद् चोदयति विल् वेलयति चुरादिगणे धातवङ्गे सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति चुरादिगणे इगन्तदातवः तु सन्ति परन्तु तत्र इगन्तदातुषु वृद्धिः भवति अन्यसूत्रस्य उपयोगम् आगच्छति तत्र. यथा चिङ् चयने इति चुरादिगणीयधातुः चि अधिकं निच् अचुङ्निति इत्यनेन वृद्धि आदेशः न तु गुणः. चै अधिकम् इ भवती कुत्र पठति? मम तत्र न दृश्यते. थर्ड् लैन् फ्रोम् चुरादिगणे आफ्टर् दट् चुरादिगणे गा अस्ति, चा नास्ति. गायत् अस्ति, चा इति घृ अस्ति न, यथा घृ प्रस्र मै करपत्रम् इट् इस् बीन् रिटन् अस्ति. सेम् थिङ्ग् ऐ हेव् टेकन् द न भगिनि, इफ् यु टेक् द प्रिण्ट् औट् इफ् यु टेक् द प्रिण्ट् औट् च एव आगच्छति भगिनि. मम करपत्र अपि च एव अस्ति भगिनि. अहं प्रिण्ट् औट् स्वीकृतवती, पी डि एफ् अस्ति खलु वेब्सैट् मध्ये, पी डि एफ् अस्ति खलु, तत् प्रिण्ट् औट् स्वीकरोति चेत् च एव आगच्छति तत्र. ओ हो, अहमपि प्रिण्ट् औट् स्वीकृतवती. यदा च आगच्छति तदा किं चृ आगच्छति वा? पुनः पठतु, पुनः पठतु. यथा यथा चिङ् चयने इति चुरादिगणीयधातुः अत्र भवत्याः करपत्रं घृ अस्ति. मम करपत्रे घृ अस्ति, परन्तु एतत् सैट् मध्ये यत् करपत्रम् अस्ति तत् भवती तु प्रिण्ट् औट् कृतवती न, पी डि एफ् भिन्नम् अस्ति इति अहं चिन्तयामि. कारणम् अनन्तरं सि आगस्ट् 2012 तस्मिन् समये चयने विषये स्वीकृतं भाषे मैनस् 2015 अप्डेटेड् नवम्बर् 2015. अतः तस्मिन् समये परिवर्तनं कृतम् इति चिन्तयामि. एनिवे अत्र आफ्टर् दट् इस् द सेम् ओन्ली दट् इस् डिफरेंट. ओके घृ यथा घृ प्रस्रवणे इति चुरारिगणीयधातुः घृ अधिकं निच् अचोक्ष्णिति इत्यनेन वृद्धि आदेशः न गुणः, न तु गुणः. गार् अधिकम् इ घारी, घारी अधिकं शप् अधिकं ति घारयति. एवमेव एवमेव प्रेरणार्थे निच् प्रत्यये परि परे नी अधिकं निच् वृद्धि आदेशः न तु गुणः. नै अधिकम् इ सन्धि आय् आदेशः. नाय् अधिकम् इ नायि, नायि अधिकं शप् अधिकं ति नाययति. अत्र ओके समापयतु, अनन्तरं पश्यामः. भू अधिकं निच् वृद्धि आदेशः न तु गुणः. भौ अधिकम् इ सन्धिः आव् आदेशः. भाव् अधिकम् इ भावी, भावी अधिकं शप् अधिकं ति भावयति. कृ अधिकं निच् वृद्धि आदेशः न तु गुणः कार् अधिकम् इ कारि कारि अधिकं शप् अधिकं ति कारयति तिगन्तप्रकरणेन प्रकरणे गुणविधायकसूत्रद्वयम् अस्ति सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति इदानीं सूत्रद्वयमपि परिचय जातः इदानीं किं वयं दृष्टवन्तः णिच् प्रत्ययविषये अवगतम् चुरादिगणे चुरादिगणे एकत्र गुणकार्यं भवति अन्यत्र वृद्धिकार्यं भवति अवगतम् पुगन्तलघुपदस्य सूत्रस्य अस्ति न सूत्रविषयं नास्ति निच् प्रत्ययस्य कारणेन निच् प्रत्ययकारणेन आदेश वृद्धि आदेश भवति न तु गुणः तत्तु कथं कदा अचोन्निति प्रेरणार्थे निच् आगच्छति चेत् तत्र वृद्धि आगच्छति स्वार्थे णिच् अस्ति चेत् तत्र तु गुणकार्यमेव भवति अवगतं णिच् प्रत्ययस्य उपयोगद्वयम् अस्ति एकं तु स्वार्थे णिच् एकं तु प्रेरणार्थे णिच् प्रेरणार्थे णिच् अस्ति चेत् वृद्धिकार्यम् आगच्छति स्वार्थे णिच् अस्ति चेत् गुणकार्यम् ओके चुरादिगणीयधातवः एवं भवन्ति अत्र करपत्रमध्ये आरम्भे चि इति धातुः स्वीकृतमस्ति किन्तु तस्य परिवर्तनं गृ इति एककारणमस्ति किमर्थम् इत्युक्ते चि धातुः अस्ति अत्र स्वादिगणे अपि अस्ति चुरादिगणे अपि अस्ति स्वादिगणे चि बिकास् गेट् द चि विल् बिकम् छा चापयति अपि भवति चाययति अपि भवति तत् कारणात् एव बिकास् देर् आर् टु फार्म्स् गृ विल् हाव् ओन्लि वन् फार्म् चुरादिगणे वाट् एवर् गण इट् बिलाङ्ग्स् टु दट् इस् वै द सब्स्टिट्यूशन् हेस् हेपन् ओके बट् वेर् इस् द कन्फ्यूशन् इफ् यु टेक् चि देर् आर् टु द कन्फ्यूशन् केन् बि इन् टु केसस् देर् इस् द चि इन् द चुरादिगण फार्म् हेस् टु फार्म्स् स्थापयति अपि भवति चाययति अपि भवति गृ धातोः इन् बोत् इट्स् फार्म्स् वेदर् इट् इस् ऐ थिङ्क् वन् इस् इन् वादिगण दि अदर् इस् इन् चुरादिगण सर्वत्र इट् ओन्लि एक्चुलि त्री गणास् सर्वत्र चाय ग्राय इति एव भवति धारयति ओके धारयति एव भवति तत्कारणेन एवं स्वीकृतं गृ धातु स्वीकृतम् ओके यावत्पर्यन्तं किञ्चित् किञ्चित् अवगतं हा अतः णिच् प्रत्ययस्य कारणमपि ज्ञातव्यम् इति चिन्तयामि न किमर्थं णिच् योजयामः स्वार्थे वा प्रेरणार्थे तदनुगुणं गुणकार्यं वा वृद्धिकार्यं भविष्यति ओके बिट् कन्फ्यूसिङ्ग् न कथं निर्णयं कुर्मः स्वार्थे अस्ति चेत् कथं वर्तते तत्तु सन्दर्भानुगुणमेव न ज्ञातुं शक्नुमः ओके दिस् वृद्धि देट् दे हेव् डन् केन् दिस् बि एक्स्पाण्डेड् अण्ड् एक्स्प्लेन्ड् लैक् दिस् थिङ्ग् विकर्णप्रत्यय आफ् सुरादिगण इस् aya right and how do you get from nai plus aya plus ti will come so from okay. that ni dhatu swikritya pashyamaha okay yeah in that or in the ni dhatu atra eva how katham agachati tat vayam pashyamaha ha okay भवती एव कार्यं करोतु एकनिमिषं हा ओके नी न धातु ओ दीर्घमस्ति न ओ नी नी हा नी अधिकं नी अधिकं निच् अधिकं हा नी अधिकं निच् ओके अत्र किं निच् निच् अनुबन्धलोप अनन्तरं नी अधिकं एकनिमिषं तत्तु अनन्तरं निच् प्रत्ययस्य योजनं प्रेरणार्थे अत्र प्रेरणार्थे निच् प्रेरणार्थे प्रेरणार्थे निच् योजयामः अतः अहं ब्राकेट् मध्ये स्थापयामि वृद्धिः हा वृद्धिः केव किमर्थमहं लिखितवती कारणं प्रेरणार्थे Have I written correctly? आं भगिनि प्रेरणार्थे ओके प्रेरणार्थे अस्ति चेत् वृद्धि ओके एवम् अहं मम कृते नोट् कृत करोमि इदानीं नी अधिकं अधिकम् ई अनुबन्धलोप लोपानन्तरम् अनन्तरं अत्र वृद्धि भवति भवति कुत्र भवति नकार अधिकम् इकार अधिकम् ई यत् अस्ति णिच् प्रत्ययस्य ई इदानीं किम् आगच्छति ईकारः ऐकारः भवति ईकारः ऐकारः भवति अधिकम् ई अधिकम् ई ओके इदानीम् ऐ इ तत्र किम् आगच्छति ऐकारस्य स्थाने ऐ आगच्छति ऐ ऐ ऐ इति आगच्छति ई तु तत्र एव स्थितमस्ति ओके माय् अधिकम् इ जि ओके नायि एतत् नूतन क्रियापदं निर्मितक्रियापदम् इत्युक्ते एतत् औपदेशिकक्रियापदं नास्ति आतिदेशिकक्रियापदम् इदानीं नायि यत् अस्माकं हस्ते अस्ति तस्य प्रोसेसिङ्ग् कथं करणीयं तत्र तु शप् योजयामः शप् योजयामः सिप् योजयामः ओ एकनिमिषं मम शप् सिप् ओके इदानीं नायी नायी अधिकं शप् स्थाने किम् आगच्छति अय अयि कथम् प्रत्यय न एकनिमिषम् इदानीं भवती किं करोति शप् प्रत्ययस्य प्रोसेसिङ्ग् करोति ओके अनुबन्धलोपानन्तरं किं शप् प्रत्ययः अकारः भवति अकारः तिष्ठति सिप् प्रत्ययस्य किं तिष्ठति ओके यावत्पर्यन्तम् अवगतम् इदानीं शप् प्रत्ययस्य कारणेन अन्यच्च कार्यं भवति शप् प्रत्ययस्य कारणेन शप् प्रत्ययस्य कारणेन इकारः इकारस्य किं भविष्यति यकारः भवति यकारः सोरि एकारः भवति एकारः भवति केन कारणेन गुणः न नाय् अधिकम् अधिकम् आकारः तिष्ठति इदानीं एकार अकारयोः मेलनेन सत्कार्यं किं भवति नायस्ति एव तिष्ठति स्थाने आगच्छति अधिकम् आ अकारः अधिकम् अकारः अधिकं ति ओके इदानीं वर्णमेलनं करोतु नाय नाय नाय नाययति नाय अनन्तरं ऐ अकारः सम्पूर्णया अधिकम् अनन्तरं ति नायति अस्तु अस्तु धन्यवादः अस्तु समाधानं समाधानम् एवमेव अन्य यदस्ति न भू यदस्ति यदस्ति तदपि कर्तुं शक्नुमः क्षम्यतां केन् यू शो दट् वन्स् अगेन् प्लीस् ददातु न नाय नी यदस्ति न न न अस्माकम् आरम्भस्तरे नी धातु अस्ति ओके नी धातु अस्ति यदस्ति तत्र वयं निच् प्रत्ययस्य योजनं कुर्मः तदस्ति प्रेरणार्थे निच् ओके प्रेरणार्थे निच् अस्ति चेत् वृद्धिकार्यं भवति ओके महोदय महोदय अत्र प्रेरणार्थ अस्ति वा अन्य अपि अस्ति द्वयोपि स्थाने वृद्धिः अस्ति इक् अन्त वृद्धि अस्ति इति इगन्तः वृद्धि इगन्तधातुः वृद्धिः भवति नयति आगच्छति स्वादिगणधातु अस्ति चेत् नी नयति भवति अत्र यदा धातु किमपि गणे भवेत् अत्र चुरादिगणे तु स्वार्थे निच् इति भवति एव अत्र निच् प्रत्ययस्य योजनं करणीयं दे आर् धातु बिलाङ्गिङ्ग् ओन्लि टु द चुरादिगण यदा द्वादिगणप्रारभ्य क्रयादिगणपर्यन्तं ये धातवः सन्ति ते एव प्रेरणार्थे निच् इति वदामः चुरादिगण इस् स्वार्थे निच् वाट् बिलाङ्ग्स् टु चुरादिगण इस् स्वार्थे निच् फ्रम् वादिगण टु क्रयादिगण द धातूस् वेन् दे आर् यूस्ड् वित् निच् दे विकम् प्रेरणार्थे निच् इति सो निच् प्रत्ययस्य योजनम् एकनिमिषं महोदय निच् प्रत्ययस्य योजनम् यु केन् डू इट् टु एनी गण वेर् एवर् यु यूस् इट् निच् प्रत्ययपरे स्थित दीर्घ इक् वर्णस्य वृद्धिः भवति अचोनिचि इस् बेसिकलि वेन् देर् इस् अ ङित् नित् वेन्वर् देर् इस् अ ङित् आर् नित् एनि प्रत्यय दट् हेस् अ ङित् ञकार एस् इत् आर् नकार एस् इत् अचो वृद्धिः अच् वर्णस्य वृद्धिः भवति अचो ऐ दे हाव् नाट् एक्स्प्लेन्ड् दिस् थिङ्ग् अचो ङित्ति एतस्य समाधानं न प्राप्तम् ओके लेट् अस् लुक् एट् अष्टाध्यायी डाट् काम् दिस् इस् अचोमिति न अचोङिति अचो अत्र इट् इस् देर् थर्ड् वन् थर्ड् वन् ओके अचोमिति वाट् एम् ऐ लुकिङ्ग् फार् हियर् अच्छः षष्टि एकवचनं मिति सप्तमी एकवचनम् अनुवृत्तिः वृद्धिः ओके अधिकारः अङ्गस्य अतः सम्पूर्णसूत्रं किम् अनुवृत्तिसहितसूत्रम् अच्छः अङ्गस्य मिति वृद्धि ओके अजन्तङ्गस्य अजन्तस्य अङ्गस्य णित् णित् प्रत्यये परे च वृद्धिः भवति ओ ओ ओके एवमस्ति हा इदानीम् अवगतं किञ्चित् हा अङ्गम् it can be anything anything where nakara it prapsyati nakara itsamyaka varna nakara itsamyaka varna athva nyakara itsamyaka varna asti chet angasya ajantasya angasya vriddhi bhavati okay acha so that explanation is not given here अस्माकं करपत्रे तस्मिन् विषये अधिकं न दत्तं दिस् इस् वै ऐ सेड् वेन् वि गो टु सुब्रह्मण्यं महोदय करपत्रम् एतस्य अवगमनं किञ्चित् सम्पूर्णं भविष्यति ओके किञ्चित् तिष्ठन्तु हा सो जस्ट् एक्सेप्ट् देट् दिस् इस् वाट् हेपन्स् ओके अग्रे गच्छामः या आम् ऐ गाट् got it huh no okay. so one small doubt now I got a little confused so here after listening to these things the niche here like knee plus niche that comes is it a prayerartha or he says it can occur in any gana na how do we know this is prayerartha or varaswarte how do we differentiate that how do we वार्ते रूपं समानम् एव क्षालयति क्षालयति स्वयं क्षालयति चेदपि अन्य सैरिकया क्षालयति चेदपि क्षालयति एव रूपम् प्रेरणार्थेनि स्वार्थेनि प्रभेदः If you look at Churadigana Dhatavaha, they are Swarthe, they are dhatus that belong to Churadigana. So Nich Pratyasa Yojanam Bhavati Eva. So they are Swarthe Nich. So Chorayati, Krishnaha Chorayati, Krishnaha Chorayati, if you say, Krishna also steals, Krishna makes steal. Yes. Makes someone steal. Atra Swarthe Nich api Preranarthi Nich. So Churadigana Sya Tattu. Whereas when you take Gwadigana to Kriyadigana, they are not when you use nich pratyaya they become preranarthe yatha pachati yasti is to cook pachayati is to make to cook atra preranarthi so any dhatu from vadigana to kriyadigana if you add nich pratyaya it becomes preranarthe nich any churadigana whenever you add nich prasanga anusarane preranarthe bhavati swarthe api bhavati astu astu mahade dhanyavad mahade प्रसङ्गाश्रत्य एव चुरादिगणस्य प्रेरणार्थे वा स्वार्थे वा इति प्रसङ्गमाश्रित्य एव ज्ञातुं शक्यते उल्लिव प्रसङ्ग धन्यवादः अवगच्छ अत्रैव भवति प्रयोजककर्ता प्रयोज्यकर्ता इति आगच्छति अत्रैव खलु महोदय सुब्रह्मण्य महोदय अस्तु अस्तु ऐ हेव् अ बेसिक् डौट् सारी Swadhe and what is Prayasranarthe means? So if you take the Churadigana, Chur Dhatu Vasti. So it belongs to Churadigana, so Nich Pratya has to be added to it. To get the, let us say, Latakara. So Chorayati is also the, when the Karta who does it himself, that is Swarthe, he does it for himself. चोरयति कृष्णः नवनीतं चोरयति कृष्ण स्टील्स् बटर् सो इफ् ऐ यूस् इट् इफ् कृष्ण इस् इफ् चोरयति इस् यूस्ड् फार् द कर्ता इट् सेल्फ् द कर्ता इस् द वन् हू डस् द स्टीलिङ्ग् देन् इट् इस् स्वार्थे बट् इफ् कृष्ण कृष्णा मित्राणि मित्रं चोरयति इस् मेक्स् अ मित्रेण चोरयति हि मेक्स् अ फ्रेण्ड्स् स्टील् अत्र प्रेरणार्थे कमाण्ड् ओके सो चुरादिगणमध्ये चुरादिगणधातुः केन् बि यूस्ड् इन् स्वार्थे अण्ड् प्रेरणार्थे वेरस् भ्वादिगण टु प्रयादिगण वाट् एवर् धातुस् आर् देर् निच् प्रत्ययस्य योजनेन प्रेरणार्थे एव भवति सो पाचयति विन् यु से इट् इस् ओन्ली प्रेरणार्थे बिकास् इट् डस् नाट् बिलाङ्ग् टु चुरादिगण प्रयोजककर्ता अत्र कार्यं करोतु इति अन्य कोऽपि प्रेरितवान् सो यः अत्र एतत् श्रुत्वा कार्यं करोति सः प्रयोज्यकर्ता यः करोतु इति आज्ञा दत्तवान् सः एव प्रयोजककर्ता सो अत्र किञ्चित् इतोपि विवरणं दातुं शक्यते खलु महोदय एतत् विषये कृष्णः चोरयति अत्र कृष्णः कर्ता अत्र चोरयति सो इति से चोरयति एस् अ क्रियापदं कर्ता प्रथमाविभक्तौ भवति खलु कृष्णः चोरयति स्वयं चोरयति स्वार्थे यदा चोरयति इति प्रेरणार्थे हि इस् मेकिङ्ग् सम्बडी एल्स् टु डु सो कृष्णः मित्रेण चोरयति सो प्रयोज द वन् हूस् मेड् टु बि डन् हि इस् मेकिङ्ग् द स्टीलिङ्ग् टु बि डन् बै हिस् फ्रेण्ड् अतः तृतीया विभक्तो भवति अहं चिन्तयामि कृष्णेन मित्रं चोरयति कृष्णेन कृष्णेन बै कृष्ण यस् कृष्णेन मित्रं चोरयति सत्यं मित्रं द्वितीया अस्तु सरस्वती वयं धातवः पठितवन्तः पचति पाचयति खादति खादयति पुत्रः खादति माता पुत्रं खादयति अवगतम् ओके वेट् अ मिनिट् पुत्री शाटिकां धरति सो शी इस् वेरिङ्ग् इट् हर् सेल्फ् माता पुत्रीं शाटिकां धारयति नौ अण्डर्स्टुड् द डिफ्रेन्स् ओके दट् इस् प्रेरणार्थं दट् इस् प्रेरणार्थे पठति पाठयति पठति पाठयति इस् सो केजुअल् देट् वी हेव् फोगाटन् हौ टु यूस् हौ टु थिङ्क् आफ् इट् इन् प्रेरणार्थे काण्टेक्स्ट् देट् इस् वै ऐ वास् लिटिल् रिलक्टेण्ट् टु यूस् देट् बिकास् अस्माकं मनसि एतत् स्थापितमस्ति पठति इत्युक्ते पठनं पाठयति इत्युक्ते टीचिङ्ग् एवं साक्षात् स्थापितमस्ति अतः प्रेरणार्थे इट् बिकम्स् डिफिकल्ट् टु एक्सेप्ट् ओके अतः एव अहम् अन्य क्रियापदं स्वीकृत्य उदाहरणं दत्तवती एण्ड् चालयति शालयति चुरादि न शाल् धातु इस् साक्षात् चुरादिगणीयधातु ओके तत्र तु प्रेरणार्थे वा स्वार्थे द्वयमपि चलति निष्प्रत्ययः तत्र आगच्छति अतः एव आल् गणस् निष्प्रत्ययस्य योजनं कर्तुं शक्नुमः चुरादिगणीयधातवः देर् कम्पल्सरि निच् प्रत्ययस्य योजनं भवति देट्स् द डिफ्रेन्स् ओके थेङ्क् यु स्पष्टम् इदानीम् आम् ओके No, but why they specifically say in Churadigane evameva prernarte nich pratyaye pare? Because anyhow with nich pratyaye in Churadigane this is going to be the same, the sau we are going to do. So why the specific sentence of they mean to say in both it is the same? Is that what the sentence means? I am not too sure. Subramaniam Mahoday, no, any input on that? चुरा अत्र नी धातु भू धातु कृ धातु चुरादिगणमध्ये नास्ति. सो वेन्नेवर् इट् इस् नाट् इन् चुरादिगण देन् इन् अदर् गणास् इट् इस् ओन्ली ड्यूरिङ्ग् प्रेरणार्थे निच् इति सूचय प्रेरणार्थे एव आगच्छति इति कारणं. सो इन् आल् दीस् गणास् ओन्ली फार् प्रेरणार्थ निच् इस् एडेड् अदर् गणा. अत्र देर् वास् वन् मोर् पायिण्ट् अबौट् तृतीया विभक्ति. Depending on kartari or karmani prayoga, the tritiya will change. Yeah. Maha mitrena chorayati is one. Shneera mitran chorayati is another. Prayoga is different. Depending on that. Let's not confuse us. Dhaniwad maha. Avagata. Understood. Okay. See, kinchit avagamanam idanim bhavishyati. Punarabhyasena adhikam avagamanam. आगच्छति. ओके ओके समयः अधिकं नास्ति. सुब्रह्मण्यं महोदयस् डाक्युमेण्ट् ओके अस्माकं वन् मिनिट् ऐ ओपन् अ करपत्रम् वन् मिनिट् इट् इस् देर् वेन् ऐ इन् द रेकार्डिङ्ग्स् न देर् इट् सेल्फ् ऐ हव् प्लेस्ड् इट् बट् दर्शयामि. हा अत्र अस्माकं करपत्रं कुत्र अस्ति तत् प्रथमं पश्यामः. अस्माकं करपत्रम् अत्र कुत्र अस्ति अस्ति महोदय अस्माकं 08 यदस्ति वर्गस्य ध्वनिमुद्राणि द्रष्टुं शक्नुवन्ति सर्वे. अत्र अधः गन्तव्यं कुत्र पाणिनीय व्याकरणं 2022. ओके तदस्ति 11. हा 08 इस् योर् टापिक् एण्ड् नम्बर् 11 इस् योर् सब् टापिक्. तत्र गन्तव्यम्. ओके तत्र गच्छति चेत् ओके अत्र किम् अस्ति वेट् एवम् आगच्छति तत्र गच्छति चेत् एवं यु विल् गेट् युर् पेज् ओपनिङ्ग् इन् दिस् मेनर्. हा पाणिनीयव्याकरणं 2022 अत्र जनवरि मासे वन् बेच् ओपन् आगस्ट् मासे अनदर् बेच् ओपन् वि बिलाङ्ग् टु आगस्ट् 2022. यदा जनवरि बेच् मध्ये कोऽपि अस्ति चेत् तत्र अपि गत्वा द्रष्टुं शक्नुवन्ति विच् एवर् टीचर् का. नौ ह्यो वि आर् इन् 2022. अत्र वयं किं पश्यामः देर् आर् फोर् पीपल्. मम तु सेशन् वन् अस्ति. अन्यत्र अपि गन्तुं शक्नुवन्ति सर्वे जनाः. अत्र अहं किं कृतवती अनुबन्धम् इति एक्स्ट्रा स्थापितवती. ओके this was last time itself I have done it. Gata avasare 18th tatra gunah sutra sahita drishti tadeva vayam kurmaha atra anubandham yad asti tatra fik kurmaha chet yeah this karapatram will open. Okay the 60 page karapatram will open. Avagatam न महोदय एतत् वाट्सप् द्वारा प्रेषितुं शक्नोति वा? अत्र किञ्चित् क्लिष्टकार्यमस्ति खलु कुत्र द्रष्टव्यमिति. भवती तु यत् मुख्यविषयः अस्ति एतत्तु भवती वाट्सप् द्वारा प्रेषितवती. तादृशमेव एतदपि कर्तुं शक्यते वा महोदय? भवान् सुब्रह्मण्यन् महोदय एव एतत् करणीयमिति अहं मन्ये. एकनिमिषं भगिनी अहं डौन्लोड् कृतवती सुब्रह्मण्यं महोदयस्य 60 पेजस् सो ऐ विल् सेण्ड् इट् थ्रू ओके ऐ विल् सेण्ड् इट् नौ इट्सेल्फ् भगिनि वाट्सप् मध्ये बहु समीचीनं उत्तमम् ओके सो भागीरथी आलरेडी हेज़् इट् ओके समाधानं सर्वेषां कृते रेकार्डिङ्ग्स् कथं रेकार्डिङ्ग्स् कथं शृण्वन्ति भवन्तः सर्वे रेकार्डिङ्ग् शृण्वन्ति जान्वरि बेच् सो दट् इस् वेर् ऐ वास् गिविङ्ग् ओ हा ओके अद्य अपि अहं स्थापयिष्यामि हा अस्माकं तु टापिक् तु तदेव अस्ति 2A 2A 2A 2A 1 2A 1 2A 2 एवमेव वयं कुर्मः ओके सो परन्तु रेकार्डिङ्ग् शृण्वन्ति चेत् भिन्नं भिन्नं भविष्यति हा टापिक् तु एकमेव परन्तु रेकार्डिङ्ग् मध्ये भिन्नता भविष्यति एनिवे इदानीं समयः जातः प्रश्नाः सन्ति वा महोदय अत्र करपत्रं यत् अस्ति अत्र सर्वे गणाः विषये उक्तमस्ति गुणकार्यं केवलं वादिगणस्य न अत्र टेक्स् आल् विकरणप्रत्यय भुवादिगणप्रारभ्य चिरादिगणपर्यन्तं ये ये विकरणप्रत्ययाः सन्ति अतः एव अतः एव अहम् उक्तवती सुदायिगणे न गुणः सर्वं वयं समाप्य अग्रे गच्छामः इति अहम् उक्तवती ओके अहं चिन्तयामि धातुविज्ञानं विषये अपि तत्र भविष्यति ओके because she has used the same karapatram for a very long time okay atah vayam atra api pathamah tatra api pathamah okay asmakam krite what is it labhaya bhavishyati okay achhi okay chale samapayami ॐ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रि धन्यवादः